सर्वेभ्यो नमः. अत्र गीतासोपाने वयं गतवर्गे किं कृतवन्तः इत्युक्ते द्वितीया विभक्तेः अभ्यासं कृतवन्तः. तत्र द्वितीया विभक्ति तस्य प्रयोगः विभक्तेः तस्याः प्रयोगः कुत्र कुत्र भवति इति, तत्र उभयतः, परितः, विना इति इत्यादीनां स्थाने द्वितीया विभक्तिः भवति इति दृष्टवन्तः. तदनन्तरमपि कथां पठितवन्तः इति मन्ये. हा, इदानीम् अत्र अभ्यासः गृहपाठः अस्ति. तत्र पुटसङ्ख्या 88 पुटे तत् किञ्चित् कृत्वा अद्य अहं चिन्तयामि या कथा अहम् एकां कथां तस्याः लिङ्क् प्रेषितवान् तां कथाम् अद्य पठामः. बहु कालानन्तरं पुनः कथां पठामः इति कृत्वा अस्तु. तत्र नरेश महोदय पुटसङ्ख्या 88 तत्र अभ्यासः तु कथायाः विषयः अस्ति खलु. तत्र गीतोपदेशप्रसङ्गः तदेव कथा, सा एव कथा. एतेषां प्रश्नानाम् उत्तरं लिखत. के युद्धभूमौ समवेताः? कौरवाः, पाण्डवाश्च युद्धभूमौ समवेताः अभवन्? हा, समीचीनं महोदय. अथवा सन्ति, अभवन्. अस्तु, समीचीनं महोदय, धन्यवादः. हा, सरला भगिनी नमस्कारः, गीताञ्जलि भगिनी नमस्कारः. नमस्कारः. हा, चिन्ता मास्तु, चिन्ता मास्तु. हा, तत्र वयम् 88 पुटे स्मः, अभ्यासः इति पेज् 108. हा, अग्रे रघुपति महोदय अग्रिमं करोति वा? हा महोदय. पाण्डवानां सेनापति कः आसीत्? पाण्डवानां सेनापति द्रुपदस्य पुत्रः दृष्टद्युम्नः आसीत्. हा, समीचीनं, सत्यं. हा, अग्रे भानुचितनि महोदय. युद्धे कति क्षत्रियाः उपस्थिताः आसन्? प्रायशः तद् किं संख्या यः विषयः नास्ति अत्र, यद् कथायाम् अस्ति तदेव अत्र उत्तरं भवति महोदय. तत्र असंख्याः इति, असंख्याः क्षत्रियाः आसन्. हा, अतः संख्या कर्तुं न शक्नुमः इति, गणनं कर्तुं न शक्नुमः इति. हा, गणनं न कर्तुं शक्नुमः. अस्तु, अग्रे. हा, वदतु महोदय. अक्षौहिणी तु अष्टादश, अक्षौहिणी. हा हा, सत्यं सत्यं. हा, सत्यं सत्यं. किन्तु तादृशसङ्ख्या किम् इति भवान् अवदत्? सत्यं सत्यं, वयं कृतवन्तः, सत्यं. किन्तु तत्र 18 किं कति जनाः सन्ति अक्षौहिणौ कति सन्ति महोदय, स्मरति वा? न महोदय. अस्तु, अतः एव असंख्याः इति उत्तरमस्ति. अस्तु महोदय, एकस्याम् अक्षौहिण्यौ 1,09,350 पदातश्च भवन्ति. अस्ति, 59 पेज् मध्ये अस्ति. सत्यं सत्यं. तस्य 18 गुणं कृत्वा किम् इति वदतु. न जानामि. अस्तु महोदय, अतः असंख्याः इति, असंख्याः असंख्याः इति चिन्तयामः. हा, अस्तु, अग्रे गीताञ्जलि भगिनी वदति वा अग्रिमम्? आं महोदय. दृष्टद्युम्नः दृष्टद्युम्नः कस्य पुत्रः? दृष्टद्युम्नः दृष्टद्युम्नः द्रुपदस्य पुत्रः. हा, द्रुपदस्य पुत्रः, समीचीनं. हा, अग्रे सरला भगिनी. कः शङ्खनादं कृतवान्? भीष्मः शङ्खनादं कृतवान्. हा, भीष्मः शङ्खनादं, हा, सिंहनादं कृत्वा शङ्खनादम् अपि कृतवान्. समीचीनं भगिनी. हा, अस्तु. शीतल भगिनी, अद्य अत्र भवती कथां पठितवती वा एकवारं? नो चेत् चिन्ता मास्तु. आं महोदय. कृष्णः अर्जुनं किम् उक्तवान्? तत्र पार्थ अत्र अत्र समवेतान् सर्वान् कुरुन् पश्य इति श्रीकृष्ण उक्तवान् इति श्रीकृष्णः उक्तवान्. समीचीनं भगिनि. हा, अस्तु. अग्रे नरेशवर्य. सर्वान् कः पूर्वमेव मारितवान्? सर्वान् कृष्णः पूर्वमेव मारितवान्. सर्वान् कृष्णः पूर्वमेव मारितवान्. हा, तत्र वाक्यं किमस्ति? तत्र एतान् सर्वान् अहमेव पूर्वं मारितवान् अस्मि इति, खलु? समीचीनं महोदय. हा, समीचीनं महोदय. हा, अग्रे महोदय. अहं न अवगच्छामि महोदय. किं भगिनि? कृष्णः अवदत् पूर्वमेव सः सर्वान् मारितवान्. मारितवान् इत्युक्ते मारितवान् भूतकाले अस्ति. भूतकाले अस्ति. सर्वान् कः? सर्वान् इत्युक्ते द्वितीय कः? सर्वान् कृष्णः सर्वान् मारितवान्. पूर्वमेव मारितवान्. पूर्वमेव सर्वान् मारितवान् इत्युक्ते भगवान् एव तस्य जन्म ददाति, अपि मरणं सः एव ददाति, खलु? कोऽपि मनुष्यः इदानीम् अस्ति, किन्तु तस्य बहु जन्म पूर्वमेव जातः, खलु? अस्तु अस्तु. हा, अनेकवारं मरणं जननम् इति अभवत्, खलु? अतः सः कृष्णयोगे विश्वरूपसन्दर्शनयोगे अर्जुनं दर्शयति महोदय. अर्जुनः सर्वे मारितः कृष्णेव, अतः निमित्तं भव सव्यसाचिन् इति भगवान् अवदत्. अस्तु, मनुष्यः केवलं निमित्तमेव. निमित्तम् अस्तु. अस्तु, धन्यवादः महोदय. गीताञ्जलि भगिनी, उत्तरं प्राप्तं वा? अस्तु महोदय, धन्यवादः महोदय. हा, अस्तु. अग्रे रघुपति महोदय. अहं भ्रम जाता भवत्याः. अस्तु, चिन्ता मास्तु भगिनि, तदेव अत्र वर्गः, तदेव अस्मात् कारणात् एव अस्ति, खलु? हा, अहं मन्ये तत्र अधुना न कोऽपि मारितवान्, किमर्थं? सत्यं सत्यं सत्यं सत्यं. अस्तु, अग्रे रघुपति महोदय. सैनिकाः किमर्थं कृष्णः किमर्थं गीतोपदेशं कृतवान् अर्जुनः? एकनिमिषं, कुत्र अस्ति? श्रीकृष्णार्जुनस्य विश्वरूपं अत्र तदा श्रीकृष्णः इति तदा श्रीकृष्णः अज्ञान अस्तु श्रीकृष्णः अर्जुनस्य अज्ञाननिवारणार्थं गीतोपदेशं कृतवान् अर्जुनस्य अज्ञाननिवारणार्थं समीचीनं महोदय अस्तु भानुचितनी महोदय अग्रे सैनिकाः कान् वादितवन्तः तवान् मारितवान् प्रथमपृष्ठे पेज् सोरि पाराग्राफ् तत्र युद्ध आरम्भे एव तत्र भीष्मः सिंहनादं कृत्वा शङ्खनादं कृतवान् तदनन्तरं सैनिकाः शङ्खान् भेरीः पनवान् आनकान् गोमुखान् च वादितवन्तः तदेव तदेव अस्तु अग्रे शरणा भगिनी अग्रे अर्जुनस्य मोहः कथं नष्टः कृष्णस्य विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः अस्तु विश्वरूपदर्शनेन अर्जुनस्य मोहः नष्टः समीचीनम् अर्जुनस्य मोहः कथं नष्टः अथवा केन नष्टः विश्वरूपदर्शनेन नष्टः समीचीनं भगिनी गीताञ्जलि भगिनी अग्रे श्रीकृष्णः अर्जुनाय किं दर्शितवान् श्रीकृष्णः अर्जुनाय विश्वरूपं दर्शितवान् समीचीनं भगिनी अग्रे शीतल भगिनी आं महोदय अर्जुनः किमर्थं कौरवान् मारयितुं न इच्छति तत्र कृष्ण इति द्वितीयपरिच्छेदे तृतीयपरिच्छेदे अस्ति तत्र अर्जुनः तत्र पितॄन् पितामहान् इति किमर्थं कौरवान् अर्जुनः पितृन् तत्र एव सः कृष्णः कृष्ण इति अस्ति अर्जुनः वदति कृष्णः एते सर्वे मम बान्धवाः तान् अहं मारयितुं न इच्छामि अहं न करोमि इति सः उक्तवान् बान्धवाः इति कृत्वा कौरवाः अर्जुनस्य बान्धवाः इति कृत्वा सः तान् मारयितुं न इच्छति न इच्छति समीचीनं भगिनि न समीचीनं अग्रे नरेश महोदय अर्जुनः कान् दृष्टवान् अर्जुनः पित्रेण पितामहान् पितामहान् आचार्यान् मातुलान् च दृष्टवान् भ्रातृन् पुत्रान् पौत्रान् सखीन् अनेकान् अनेकान् दृष्टवान् समीचीनम् इत्यादि तत्र इत्यादि दृष्टवान् समीचीनं महोदय अस्तु अग्रे रघुपतिमहोदय अन्तिममत्र अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान् अर्जुनः स्वस्य रथस्य सारथिम् उक्तवान् अच्युत सेनयोः अर्जुनः कृष्णम् उक्तवान् अहम् अत्र युद्धार्थं के आगतः इति द्रष्टुम् इच्छामि इति तान् सर्वान् ये आगताः युद्धार्थम् आगताः, ये आगताः तान् सर्वान् द्रष्टुं इच्छामि, अतः मम रथं उभयोः मध्ये सेनयोः मध्ये स्थापय इति कृष्णम् उक्तवान्। समीचीनं महोदय, अस्तु, हा तावदेव अस्ति इति मन्ये। हा इदानीं तत्र एतेषां अग्रिमं अग्रे भानुचेतनी महोदय अग्रिम अभ्यासः करोति वा महोदय? एतेषां शब्दानां विभक्तिं वचनञ्च लिखत, यथा पाण्डवानां षष्ठी विभक्तिः बहुवचनम्, पुल्लिङ्गः पाण्डवः सेनयोः सेनयोः इति पुल्लिङ्ग सेना तु स्त्रीलिङ्ग अस्ति महोदय। षष्ठी द्विवचनम् अथवा सप्तमी द्विवचनम्? हा समीचीनं महोदय, सत्यं, हा सत्यं महोदय, द्विवचनं, हा अस्तु समीचीनं। हा अग्रे गीतांजलि भगिनी। आं महोदय, युद्धभूमौ सप्तमी प्रथम सोरि सप्तमी एकवचन भूमि स्त्रीलिङ्ग महोदय, अतः युद्धभूमि युद्धभूमौ मति शब्दवत्, मति शब्दवत्। समीचीनं भगिनि, सरला भगिनि अग्रे। विषयां द्वितीया विभक्ति बहुवचन विषय अकारान्त पुल्लिङ्गशब्द, विषयः तत्र विषयाः विषयान् इति द्वितीय विभक्ति, समीचीनं बहुवचने, समीचीनं भगिनि। शीतल भगिनि अग्रे। विश्वरूपदर्शनेन तृतीया विभक्ति एकवचनं, किं एकवचनम् अपि तृतीया विभक्ति इति उक्तवती वा? समीचीनं समीचीनं, देवेन दर्शनेन वनेन इति समीचीनं भगिनि, समीचीनं। विश्वरूपदर्शनं विश्वरूपदर्शनेन वनं वनेन इति समीचीनं भगिनि। शब्द किं विश्वरूपदर्शन दर्शनं इति विश्वरूपदर्शनं दर्शनं महोदय न भवति शकार नपुंसकलिङ्ग दर्शन वनं वनम् इति वनं शब्दवत् इति मन्ये महोदय, नास्ति वा? आं महोदय, न आं वदामि वदनस्मि, नकार नकार नास्ति इति, शकार अस्ति मध्ये, दर्शनं दर्शनेन दर्शनेन नत्वं नास्ति, सत्यं नत्वं नास्ति इति, सत्यं सत्यं, नत्वं नास्ति, शकार सत्यं महोदय, अस्तु, बाधा अस्ति इति कृत्वा, रूप अपि दा इति अस्ति, सत्यं, अस्तु अग्रे समीचीनं भगिनि, शीतल भगिनि समीचीनम् अग्रे, नरेश महोदय अग्रे। आं महोदय, कौरवाणां षष्ठीविभक्ति बहुवचनं पुल्लिङ्गशब्द शब्द अस्तु समीचीनं, अग्रे रघुपति महोदय भवानेव। अर्जुनाय अकारान्त पुल्लिङ्ग चतुर्थी विभक्ति, वचनं चतुर्थी चतुर्थी विभक्ति, वचनं वचनं सोरि एकवचनं एकवचनं, समीचीनं, सरलभगिनी अग्रे। भगवान् इति प्रथमविभक्ति एकवचनं, भगवत् इति प्रातिपदकम् अस्ति, समीचीनं, एकवचनं प्रथमविभक्ति एकवचनरूपं, गीतांजलि भगिनी अग्रे। रथे अपि च सप्तमी एकवचनं महोदय, हा सप्तमी एकवचनं समीचीनं. हा अस्तु रथ इति रथं तत् श्रीलिङ्गपदं वा रथ रथं नपुस्तक वा रथः चिन्तितवान् रथः इति चिन्तितवान् नास्ति वा नपुंसकलिङ्ग् महोदय नपुंसकलिङ्ग् दत्तं रथः रथः चारियट् इत्युक्ते पुल्लिङ्गः रथः इति एव मया श्रुतम् इति मन्ये. हा अतः रथे इति सप्तविभक्ति एकवचनम् अस्तु. हा अस्तु अग्रे शीतल भगिनी अग्रे. आं महोदय पितृन् द्वितीया विभक्ति बहुवचन. हा समीचीनं भगिनि समीचीनं. हा अस्तु अग्रे नरेश महोदय. भेरीः भेरीः द्वितीया विभक्ति बहुवचनं. हा समीचीनं महोदय. तत्र सैनिकाः शङ्खान् बेरीः पणवान् आनकान् इति तत्र बेरीः इति द्वितीयविभक्ति बहुवचनं. हा समीचीनं महोदय अस्तु. हा अत्र किञ्चित् एव अस्ति तत्र अग्रे रघुपतिमहोदय अग्रिम अभ्यासः. आम् महोदय. एतान् शब्दान् पठित्वा एतेषु भूतकालार्थकानां शब्दानां पुरतः रैट् चिह्नं कुरुत. महोदय किमर् कथं वदति रैट् चिह्नं संस्कृते? न जानामि भगिनि साधु चिह्नम् इति अथवा सम्यक् चिह्नं साधु असाधु वा. हा असाधु अथवा साधु वा इति हा इति लिखतु तत्र. हा साधु इति मन्ये. अस्तु भूतकालार्थकम् उक्तवान् अस्ति उक्तवान् आसन् कृतवन्तः आसीत् प्राप्तवान् कुरु अस्ति वा कुरु न लोट्लकार अस्ति. दृष्टम् अस्तु दृष्टं मया दृष्टम् अस्तु दृष्टम् इति अस्तु दृष्टम् इति भूतकालरूपम् अस्ति स्थापय लोट्लकार अस्ति. तत्तु भूतकाल स्थापय स्थापय किमर्थं लेप् नास्ति लोट्लकार अस्ति लोट्लकार स्थाप्य स्थाप्य भानुचतनी महोदय अग्रे किमपि अस्ति वा तत्र यत् न कृतं भूतकालरूपम् अत्र महोदय भूतकालं तु कृतवान् सर्वे तु भूतकालमेव इच्छामि तु भूतकालरूपं नास्ति. आम् पश्य करोमि अस्मि अस्मि तु भूतकाले नास्ति. ये भूतकालं नास्ति तद् पृच्छति महोदय. अस्तु अस्तु यद् नास्ति तद् वदतु महोदय किं किं नास्ति इति वदतु. स्थापय हा स्थापय नास्ति. हा अस्तु अपि इच्छामि. हा अस्तु पश्य. हा अस्तु अपि करोमि करोमि. हा चिन्तय चिन्तय. हा अनुशोचति कुरु अस्मि भव दृष्टं दृष्टं दृष्टं तु प्रायः उत्तम आं महोदय उत्तम एकवचनं कृत्वा महोदय उत्तम इति न किन्तु दृष्टं मया पठितम् इति तादृश इट् वाज़ सीन् रघुपति महोदय कः प्रश्नः न महोदय अत्र उक्त्वा विसृज्य एते एकप्रकारक कृत्वा अपि एकप्रकार भूतकालरूपं भवितुम् अर्हति वा विसृज्य तदपि ल्यप् अपि त्वन्त तद् भूतकाल चिन्तयितुं शक्नुमः यद्यपि वयं एतदपि एषः प्रयोगः अपि भवति खलु अहं सायङ्काले गत्वा एतत् करिष्यामि इति वदामः किन्तु तत्र भूतकाल इव अस्ति तत् कार्यं कृतम् इति चिन्तयामः एकं कार्यं कृतं तदनन्तरमेव भूतकालम् इति चिन्तयितुं शक्नुमः किन्तु अस्तु अत्र तावदेव अस्ति द्वितीयविभक्तिविषये अन्यत् किमपि नास्ति चतुर्थ अभ्यासः तत्र किमपि नास्ति इति चिन्तयामः अस्तु इदानीं किं कुर्मः तत्र एतावत् वयं काका विभक्ति कृतवन्तः कां कां तत्र इदानीं द्वितीयविभक्ति अभवत् सप्तमीविभक्ति कृतवन्तः षष्टिविभक्ति कृतवन्तः तृतीया कृतवन्तः वा पञ्चमी न कृतवन्तः चतुर्थी न कृतवन्तः तृतीया अपि न कृतवन्तः अस्तु तदग्रे आयाति अस्तु अस्तु किन्तु समयः इदानीं समयः अस्ति सर्वे तत्र प्रति सप्ताहम् अहं लिङ्क् प्रेषयामि तत्र स्वरूप महोदयस्य विभक्ति कोष्टकं तद् देवशब्दः लताशब्दः इति तस्य कण्ठस्थीकरणम् आवश्यकमस्ति इदानीं नास्ति किन्तु अग्रिमवर्गे अथवा बहु शीघ्रं कण्ठस्थीकरणम् आवश्यकम् अस्ति अद्य एव एकवारं तद् दृष्ट्वा किञ्चित् अभ्यासं कुर्वन्तु सर्वे अस्तु इदानीं बहु समयः वयं कथां न पठितवन्तः इति कृत्वा अद्य एकां कथां पठामः इति चिन्तितवान् सर्वे अङ्गीकुर्वन्ति वा अस्तु अस्तु अस्तु तत्र कथा मया प्रेषितं तत्र दोषः परिवर्तनाय भवेत् इति स अस्ति वा सर्वे प्राप्तवन्तः वा गीताञ्जलिभगिनी न प्राप्तवती वा तत्र ईमेल् मध्ये अस्ति प्रथम आङ्ग्लभाषायां यदस्ति तत् इफ् टैम् पर्मिट्स् प्राप्तवती वा इदानीं अस्तु महोदय अस्तु मम एकनिमेष प्रति आगच्छत् अस्तु अस्तु भगिनि अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि चिन्ता मास्तु अस्तु महोदय श्वः ह्यः अपि अप्रेषयत् किं महोदय ह्यः प्रेषितवान् महोदय एकवारं पश्य महोदय इण्टर्नेट् पश्यतु तत्र लिङ्क् अस्ति सन्देशः इति पत्रिकायाम् एकां कथा एका कथा अस्तु तत्र शीतल भगिनी भवती एव आरम्भं करोति वा आं महोदय दोषपरिवर्तनाय भवेत् इति कथा समीचीनं सत्यं सः कश्चन निर्धनः बालकः कश्चन कश्चन क्षम्यतां सः कश्चन निर्धनः बालकः तस्य गृहं काशीसमीपे तस्य पिता न आसीत् मातुलस्य गृहे वसन् सः विद्याभ्यासे अग्रेसरः सन् गुरूणां प्रियः आसीत् एकदा शालायां भोजनविरामस्य घण्टारवः श्रुतः सर्वेपि छात्राः ससन्तोषं विद्यालयात् बहिः आगताः सर्वेषामपि बालकानां मनसि एका एव इच्छा यत् विद्यालयात् अनतिदूरे विद्यमानाम् आम्रवाटिकां प्रति गन्तव्यमिति क्षणमात्रेण एव तैः सर्वैः वाटिका प्रविष्टा अनेन बालकेन अपि ते अनुसृताः समीचीनं भगिनी धन्यवादः अग्रे सरला भगिनी पठति वा अग्रे आम्रवृक्षेषु पक्वानि फलानि लम्बन्ते स्म फलानां मधुरः सुगन्धः तु नासापटं भविष्यति स्म सर्वेषां मुखेषु लालारसः समुत्पन्नः सर्वे मन्दं वृक्षम् आहूय वानराः एव उपविष्टवन्तः तानि पक्वाम्रफलानि खादन्तः रसम् आस्वादयन्तः आसन्ति निर्धनबालकः अपि तैः प्रेरितः तन् भयं त्यक्त्वा वृक्षम् आरूढवान् सर्वे अपि आम्रफलं खादन्तः आत्मनं विस्मृतवन्तः समीचीनं भगिनि धन्यवादः अग्रे नरेश महोदय भोजनाय गतेन उद्यानपालकेन तावता प्रत्यागतं तं दूरादेव दृष्ट्वा झटिति वृक्षात् केचन कूर्दनं कृतवन्तः अन्ये केचन सर्पवत् श्रुत्वा अधः आगत्य पलायनं कृतवन्तः किन्तु अयं निर्धनबालः एतासु धूर्तक्रीडासु न निपुणः वृक्षात् अवतीर्य धावन्नपि सः व्याघ्रसदृशेन उद्यानपालकेन गृहीतः उद्यानपालकः धूर्तबालानां पीडया बहुधा कुपितः आसीत् कदाचित् वा ते गृहीतव्याः इति तस्य चिन्तनम् आसीत् दुर्दैववशात् अयं बालः गृहीतः तम् अकर्षन् सः उद्यानपालकः क्रोधेन अगर्जत् अहो त्वं छात्रः ननु एतादृशं चौरकार्यं कुर्वतः तव किं लज्जा न भवति धन्यवादः महोदय अग्रे रघुपति महोदय पठति वा महोदय मम इण्टर्नेट् किञ्चित् स्लो अस्ति इदानीं डौन्लोड् न अभवत् अस्तु भानुचितनी महोदय प्राप्तवान् वा पठितुं शक्नोति वा अस्तु अस्तु अग्रे पठतु महोदय महोदय बालकः तत्र वयं बालकः कम्पमानेन ध्वनिना इति तत्र आरभ्य महोदय न श्रूयते न श्रूयते महोदय अस्तु गीताञ्जलि भगिनी अस्ति वा आम् आं महोदय हा भगिनी पठति वा तत्र बालकः कम्पमानेन ध्वनिना इति बालकः कम्पमानेन ध्वनिना मया दोषः कृतः श्रीमन् अहम् अस्मि पितृव्यहीनः निर्धनबालकः अज्ञानेन सहवासदोषेण च अहम् एतादृशं कार्यं कृतवान् कृपया क्षन्तव्यः अहम् इति अवदत् पितृविहीनः इति वदसि खलु किन्तु एतादृशम् अकार्यं करोषि इतः परम् एतादृशं कार्यं मा कुरु यदि पुनः एवं करोषि तर्हि तव अस्थिभङ्गः स्यात् सम्यक् स्मर इति वदन् बालकस्य हस्तं विमुक्तवान् समीचीनं भगिनि धन्यवादः वनचितनी महोदय आं महोदय इदानीम् अन्तिमभागः ततः बालकः इति आं महोदय ततः बालकः धावत् शालां प्रत्यागतः तदा एव तेन निश्चितं यत् इतः परं मया कदापि कार्यं शौर्यं वा न करणीयम् अतः आजीवनं तत् व्रतम् अपालयत् अयमेव निर्धनबालकः आविनीकाले भारतस्य प्रधानमन्त्री जातः तस्य नाम लाल् बहदूर् शास्त्री इति अस्तु महोदय समीचीनं इदानीं भवान् एव तत्र प्रथमपरिच्छेदः तत्र किं किम् अस्ति इति पङ्क्तिशः दृष्ट्वा किञ्चित् वदतु महोदय सः कश्चन निर्धनः बालकः एकः बालकः आसीत् सः निर्धनः आसीत् कश्चन इत्युक्ते कश्चन इत्युक्ते कश्चन सहजन कश्चन भवति हा इत्युक्ते आङ्ग्लभाषायां किमस्ति कोऽपि बालकः सम् एकः एव बालकः मनसि अस्ति इति केवलं बालकः इत्युक्ते बालकः समूहः अस्ति किन्तु तस्मिन् एकः एकसदस्यः तस्य चिन्तनं वयं कुर्मः इति अस्तु अग्रे तस्य गृहं काशी समीपे पदं किमपि दृष्टवान् क्रियापदं तु अध्याहारः अस्ति अथवा अस्ति अथवा आसीत् समीचीनं महोदय तस्य अग्रे इत्युक्ते तस्य पिता न आसीत् तत्रापि क्रियापदं तु आसीत् एव कः न आसीत् पिता न आसीत् मातुलस्य गृहे वसन् सः विद्याभ्यासे अग्रेसरः सन् गुरूणां प्रियः आसीत् तत्र गृहे इति मातुलस्य इति विभक्ति का महोदय मातुलस्य इति तु षष्टि अस्ति समीचीनं मातुलः इत्युक्ते मातुलः इत्युक्ते माता भ्राता मातुः भ्राता मातु भ्राता अस्तु मातुलस्य गृहे गृहे इति विभक्ति गृहे तु सप्तमी एकवचनं वसन् इति वसन् पठन् वसन् पठन् इति तत्र वसन् पठन् इति तादृश शत्रान्त इति वदामः तादृशं सः वसति तस्मिन्नेव समये सः अस्ति अपि अन्यकार्यः अपि भवति तत्र अन्यक्रियापदमपि महोदय सः अग्रे सः विद्याभ्यासे विद्याभ्यासे अग्रेसरः सन् अग्रेसरः सन् सन् अपि तादृश एव पठन् इति एव रूपं तत्र पठति पठन् शत्रु शत्रुप्रत्यय इति शत्रान्तरूपम् इति वदामः तत्र सन् इति पठति पठन् भवति सन् सन् इति एकनिमिषः भगिनि हा हा हा बनचित्री महोदय अत्र सन् इति रूपं क्रियापदं किं जानाति वा सत् अस्ति इति हा अस्ति तद्भवति सन् पठति पठन् हा सत् पदं तादृशं पठत् पठन् हा तादृशं सन् इति सत् इति प्रातिपदिकं सन् इति भवत् भवान् इति तादृशं हा तादृशं किन्तु हा सन् इति तत्र अस्धातोः यथा सरलाभगिनी उक्तवती हा अग्रेसरः इत्युक्ते अग्रेसरः इत्युक्ते अग्रेसरः इत्युक्ते तत् अग्रेसरति हा विद्याभ्यासे अग्रेसरः सन् रघुपतिमहोदय अग्रेसरः इत्युक्ते किम् अग्रेसर अग्रे सरति अग्रे तिष्ठति फस्ट् किं वक्तव्यं टापर् टापर् अस्ति उत्तमः उत्तमः अभ्यासे उत्तमः उत्तमः अग्रेसरः इत्युक्ते सः अड्वान्स् क्लास् हा तादृशं टापर् अहो एतत् अग्रेसरः इत्युक्ते सः अग्रे गच्छति एककक्षानन्तरं द्वितीयकक्षा तद् न अग्रे युद्धायाम् अग्रेसरः तादृशमपि भवति किन्तु अत्र प्रायशः सः उत्तमः अस्ति विद्याभ्यासे तस्य कोऽपि दोषः न वक्तुं शक्नोति इति सः उत्तमः तत्र इति मन्ये अग्रेसरः सन् गुरूणां प्रियः भवति गुरूणाम् इति विभक्ति का गुरूणां षष्टि बहुवचनं षष्टि षष्टि एकवचने किमस्ति गुरोः प्रियः आसीत् बालकः गृहे वसन् सः विद्याभ्यासे अग्रेसरः सन् गुरूणां प्रियः आसीत् तत्र हा अग्रेसरः बालकः अग्रेसरः बालकः गुरूणां प्रियः सर्वे किमस्ति विशेषणं खलु बालकः अग्रेसरः बालकः गुरूणां प्रियः इति हा अस्तु समीचीनं महोदय अग्रे वसति वसन् पठति पठन् महोदय तत् प्रेसेंट कंटिन्यूअस इति वक्तुं शक्यते वा हा तादृशं हा सः वसति वसति तस्मिन् काले एव एतत् सर्वं भवति इति सत्यं तादृशं किन्तु महोदय वाक्य आसीत् क्रियापदं कण्टिन्यूस् इति कण्टिन्यूस् इति अर्थः अस्ति इति किन्तु इत्युक्ते भूतकाले सत्यं भगिनि सत्यं किन्तु वसन् इति तद् वसन् इति अस्ति तद् सा क्रिया भवति केवलम् एकनिमिषे एव अहं पठन् गायामि तत्र केवलम् एकनिमिषः पठामि इति नास्ति खलु पठनक्रिया भवति गायामि सत्यं भगिनि किन्तु तत्र केवलं पठन् इति दृष्ट्वा वयं न वक्तुं तत्र भूतकाले अपि वक्तुं शक्नुमः तत्र क्रियाद्वयं भवति तावदेव अस्तु किन्तु कण्टिन्यूस् तावदेव भगिनि तावदेव कण्टिन्यूस् इति अर्थः काल नास्ति तत्र नाट् लैक् इट् न तत्तु स्म इति अस्ति अहं पठन् खादामि, अहं पठन् अखादत्, भूतकाल वर्तमानकाल हा द्वयमपि साधु अस्ति. तत्र पठन् इति दृष्ट्वा किमपि न वक्तुं शक्नुमः. अस्तु महोदय. तत्र कण्टिन्यूस् इति अर्थः तु अस्ति. तस्मिन् एव समये अन्या क्रिया अपि भवति, भविष्यत्काले योजितुं शक्यते. अस्तु अग्रे अस्तु. एकदा शालायां भोजनविरामस्य घण्टारवः श्रुतः सर्वेपि अस्तु. एकदा इति अव्ययम् अस्ति. एकदा शालायाम् इति शालायाम् अस्ति सप्तमी विभक्ति एकवचनं. भोजनविरामस्य इति अस्ति षष्ठी विभक्ति. घण्टारवः प्रथम एकवचन. श्रुतः इति भूतकालरूपम्. आरव इत्युक्ते सौण्ड् सत्यं शब्द. श्रुतः इति अस्ति भूतकालदन्त अस्ति. तयोः मध्ये कः सम्बन्धः? विशेषणविशेष सम्बन्धः अस्ति. एतत् कर्मणि घण्टारव श्रुतः. सत्यं घण्टारवः विशेष्यं वा विशेषणं वा? घण्टारव विशेषणम् अस्ति. श्रुतः घण्टारवः श्रुतः. किं विशेषणं श्रुतः इत्य किं श्रुतः? अस्तु घण्टारव श्रुतः. अस्तु विशेषणमस्ति घण्टारवः. श्रुतः इति विशेषमस्ति वा? शान्तरूप तदैव विशेषणं भवति. पठितं पुस्तकम् इति पुस्तकमस्ति. कीदृशपुस्तकं? पठितं पुस्तकं. घण्टारवः अस्ति. कीदृश घण्टारवः? श्रुतः घण्टारवः. अस्तु अतः एव तत्र किञ्चित् भ्रमः जातः. सत्यं महोदय, अतः एव अहं पृष्टवान्. सत्यं सम्यक् एव. सर्वेपि छात्राः ससन्तोषं विद्यालयात् बहिः आगताः. सर्वे अपि अस्ति छात्राः. छात्राः इति बहुवचनम् अस्ति. प्रथमा विभक्ति. ससन्तोषं विद्यालयात् बहिः आगताः. छात्राः आगताः बहिः आगताः विद्यालयात् इति विद्यालयात् सन्तोषेन. ससन्तोषं सकारः तत्र अस्ति चेत् तत् वित् इति अर्थे विद् अस्ति. महोदय अत्र एकं मम भ्रम किञ्चित् संशय. ससन्तोषेण इति भवितुं सन्तोषेण इति भवितुम् अर्हति वा? सन्तोषेण केवलं सन्तोषेण बहिः आगताः. यदा उपसर्गः अस्ति चेत् द्वितीयविभक्ति भवति वा? ससन्तोषं तत्र आगताः इति आगताः इति तत्र किमस्ति क्रियापदस्य विशेषणं तादृशम् अस्ति तत्र. अतः द्वितीयविभक्ति अत्र स इत्युक्ते वित्. यथा रामः सपत्नी रामः आगतः इति तादृश किमपि अस्ति. सपत्नी इत्युक्ते वित् वैफ् इति तत्र ससन्तोषम् इति. रामः सपत्नी पत्नी सपत्नी रामः प्रायशः सपत्नीं रामः सपत्नीम् आगतः सत्यं तादृश स इति इत्युक्ते तत्र व्यक्तिः हा समीचीनं धन्यवादः अग्रे हा महोदय अग्रे हा महोदय सर्वेषामपि बालकानां मनसि एका एव इच्छा यत् विद्यालयात् अनतिदूरे विद्यमानाम् आम्रवाटिकां प्रति गन्तव्यम् इति अत्र सर्वेषां सर्वेषां सर्वेषाम् इति षष्ठीभक्ति सर्वेषां सर्वेषाम् इति अस्ति बहुवचनम् अस्ति सर्वेषां केषां सर्वेषाम् अस्तु बालकानां सर्वेषां बालकानां बालकानां बालकानाम् इति तदपि बहुवचनमस्ति बहुवचन विशेषण सर्वेषां बालकानां बहुवचन षष्ठीभक्ति विशेषणविषय मनसि इति सप्तमी विभक्ति एका एव इच्छा एका इच्छा एका इच्छा इति एका एव इच्छा इत्युक्ते एव इत्युक्ते अत्र किम् अस्ति एव एव इति एव इति किं सर्टेन्टि अस्ति एव तत्र एका एव इच्छा इत्युक्ते एकस्मिन् मनसि या इच्छा अस्ति सा एव इच्छा अन्यस्मिन् मनसि अपि अस्ति सर्वेषां मनसि सर्वेषां मनसि एका एव अन्या अन्याः इच्छाः नास्ति एतदेव सर्वेषां मनसि एका एव इच्छा अस्ति यत् यत् इति इच्छा इति या इच्छा का इच्छा इत्युक्ते या इच्छा का इच्छा इत्युक्ते विद्यालयात् विद्यालयात् अनतिदूरे किञ्चित् दूरे अनतिदूरे समीपे समीपे एव अनतिदूरे विद्यमानम् आम्रवाटिकां विद्यमानाम् इति षष्ठी विभक्ति विद्यमानां विद्यमानः विद्यमानां षष्ठी विभक्ति एकनिमिषं आम्रवाटिकाम् इति अस्ति विद्यमानाम् आम्रवाटिकाम् इति द्वितीया विभक्ति विशेषणविशेष अस्ति आम्रवाटिका कीदृशी विद्यमानाम् आम्रवाटिकां प्रति गन्तव्यम् इति गन्तव्यम् इति पठितव्यं तव्यत् गन्तव्यं क्षणमात्रेण तदेव इच्छा सा एव इच्छा सा एव इच्छा गन्तव्यम् आम्रवाटिकां प्रति गन्तव्यम् इति इच्छा महोदय क्षम्यता महोदय विद्यमानं पदं विद्यमानं यत् अस्ति सः विद्यमानः सा विद्यमाना शानच्पते विद्यते विद्यमानम् इति शत्रन्तररूपम् अस्ति शी इस् देयर् आर् द ट्री द वाटिका द गार्डन् दट् इस् देयर् इति विद्यते इति तस्य विद्यमानम् इति किं विभक्ति महोदय अत्र अत्र आम्रवाटिकाम् आम्रवाटिकाम् द्वितीय विभक्ति ओ द्वितीय बहुवचन एकवचनम् एकवचनम् अस्ति वाटिका वाटिकाम् ओके अस्तु धन्यवादः महोदय विद्यमानाः वाटिकाः इति भवति विद्यमाना वाटिका स्त्रीलिङ्ग विद्यमाना वाटिका वाटिका इति स्त्रीलिङ्ग अस्ति बहुवचनमपि एवमेव द्विविभक्ति वाटिकाः एव न विद्यमाना परन्तु अत्र तु एकवचनम् अत्र अत्र एकवचनम् अस्ति वाटिका अस्तु क्षणमात्रेण एव तैः सर्वैः वाटिका प्रविष्टा क्षणमात्रेण इति तृतीया विभक्ति मात्रेण एव तैः तैः कैः तृतीयविभक्ति बहुवचन सर्वैः इति बहुवचन सर्वैः तैः सर्वैः इति भवति एकनिमिषम् कर्मणि अस्ति वाटिका प्रविष्टा इति अस्ति अतः कर्मणि प्रयोगः अस्ति वाटिका प्रविष्टा भूतकालरूपम् अस्ति वाटिका प्रविष्टा कर्मणि मास्तु कर्तृ इति रूपं किमस्ति क्षणमात्रेण एव ते सर्वे वाटिकां वाटिकां ते सर्वे वाटिकां प्रविष्ट एकं प्रविष्टवन्तः प्रविष्टवन्तः अनेन प्रविष्टवन्तः अनेन अनेन बालकेन अपि ते अनुसृताः अनुसृताः अनेन बालकेन अपि ते अनुसृताः तदपि कर्मणि एव अनेन अस्तु बालकेन अपि ते अनुसृताः तदापि ते अनुसृताः अनुसृताः इत्युक्ते महोदय सर्वे बालकाः वाटिकां प्रविष्टवन्तः बालकः एषः बालकः अपि तान् अनुसृत्य सः अपि प्रविष्टवान् वाटिकां प्रविष्टवान् रघुपति महोदय तत्र अनेन इति पदमस्ति किञ्चित् वदति क्षम्यतां महोदय अहं किञ्चित् बहिः अस्तु अस्तु अस्तु अस्तु हा सरला भगिनी तत्र वदति वा अनेन इति पदस्य किञ्चित् अनेन अपि इति सर्वनाम शब्दः अस्ति अद्य चिन्तयामि अनेन इति भवति यथा अयं तत्र तत्र अनेन इति विभक्ति तृतीयविभक्ति तत्र प्रथमविभक्तिरूपं किम् अस्ति एकवचने समीचीनं भगिनि अयम् इति तत्र इदम् इति मकारान्तपुल्लिङ्गशब्दः अयम् इति अयं पुल्लिङ्ग इदं भवति नपुंसकलिङ्ग इदं सत्यं सत्यं तत्र अनेन अनेन इति तत्र अनेन इति स्थाने अन्यत् किं वक्तुं शक्नुमः तत्र अयं बालकः इति अस्ति एषः बालकः इति आसीत् चेत् किं भवति एतेन बालकेन समीचीनं भगिनि अनेन बालकेन अत्र अस्ति तस्मिन् स्थाने वयम् एतेन बालकेन अपि वयं वक्तुम् अथवा तेन बालकेनापि वयं वक्तुं शक्नुमः सः बालकः अथवा एषः बालकः इति समीचीनं भगिनि धन्यवादः अनुसरति तत्र यथा आसीत् आगताः अथवा श्रुतः घण्टारवः श्रुतः तत्र ते अनुसृताः तत्र कर्मणि रूपम् अस्ति ते अनुसृताः तत्र अनुसृताः इति विशेषणं भवति ते इति पदस्य बहुवचनं सत्यं अस्तु भगिनि धन्यवादः नमस्कारः महोदय बालकेन तत्तु एकवचनमेव महोदय सत्यं तत्र कर्मणि प्रयोगः अस्ति बालकेन ते अनुसृताः हा महोदय एकवचनम् अनुसृताः बहुवचनं कथं महोदय तत्र कर्मणि प्रयोगः इति वदामः खलु महोदय अहं पुस्तकानि पठामि किन्तु मया पुस्तकानि पठितानि इति महोदय तादृशं बालकेन बालकः तान् अनुसरति किन्तु बालकेन ते अनुसृताः इति के अनुसृताः सर्वे बालकाः सो दे फालोड द वन बॉय न बालकः अनुसरति सर्वे बालकाः इत्युक्ते एषः बालकः विहाय आल् अदर्स् इति अत्र आल् द बाय्स् इत्युक्ते नाट् दिस् बाय् आल् द बाय्स् देर्फोर् दिस् बाय् आल्सो फालोड् इति तत्र अत्र एतत् वाक्यं चिन्तयतु तत्र अन्तिमवाक्यं तत्र एषः बालकः अपि अन्यान् बालकान् अनुसरति इति अनुसरति सो क्रियापदम् एकवचन एकबालकस्य क्रियापदम् अस्ति किन्तु अत्र कर्मणि प्रयोगः इति अस्ति The others were followed by this boy. That's what I was saying. The boy was followed by the others. No. Others. The others were followed by this boy. Which means the others were followed by this boy. Which means the boy was leading. No. अहम् एतत् न वदामि अदर्स् फालोड् द बाय् इति न वदामि अहं वदामि अदर्स् वेर् फालोड् बै द बाय् सो अदर्स् वर् लीडिङ्ग् प्रथम सर्वे बालकाः प्रविष्टवन्तः इदानीम् एषः बालकः अपि तान् अनुसृत्य सः अपि वाटिकां प्रविशति अथवा प्रविष्टवान् कर्मणि प्रयोग किमपि नास्ति अस्तु तत्र अहं पुस्तकानि पठामि तस्य कर्मणि रूपं किम् अस्ति ऐ रेड् मेनि बुक्स् वर् रेड् बै मी मया अनेकानि पुस्तकानि पठितानि तावदेव अस्तु महोदय तत्र किमपि क्लेशः नास्ति भगिनि इदानीं सम्यक् वा अस्तु महोदय अस्तु अग्रे भानुचेतन महोदय पठितवान् नरेश महोदय पठति वा किञ्चित् आं महोदय आम्रवृक्षेषु पक्वानि फलानि लम्बन्ते स्म इत्युक्ते आम्रवृक्षेषु सप्तमे विभक्ति बहुवचनं पक्वानि फलानि विशेषं बहुवचनं पक्वानि इत्युक्ते पक्वं फलं बहुवचनं पक्वानि फलानि पक्वम् इत्युक्ते पक्वं फलं तत्र लम्बन्ते स्म भूतकाल स्म इति लम्बन्ते इत्युक्ते लम्बन्ते तत्र हेङ्गिङ्ग् इति अथवा हेङ्ग् डौन् इति हेङ्ग् डौन् तत्र वृक्षे फलानि लम्बन्ते इति लम्बन्ते बहु अधः एव अस्ति फलम् उपरि बहु उपरि न गन्तव्यं किन्तु तत्र दे आर् हेङ्गिङ्ग् इति फलानां सुमधुरः सुगन्धः तु नासापुटं प्रविशति स्म फलानां षष्ठीविभक्ति बहुवचनं सुमधुरः सुगन्धः विशेषणविशेष्यं सत्यं नासापुटं नासिका मध्ये मधुरं प्रविशति स्म तत्र नासापुटम् इति विभक्ति का तत्र द्वितीयविभक्ति सुगन्धः नासापुटं प्रविशति यथा वाटिकां प्रविशति तादृशं नासापुटं प्रविशति स्म. सर्वेषां मुखेषु लालारसः समुत्पन्नः. सर्वेषां षष्टिविभक्ति बहुवचनं, मुखेषु सप्तमी विभक्ति बहुवचनं, लालारसः प्रथमविभक्ति, सम उत्पन्नः. सो मुखे जलम् उत्पन्नः. लालारसः इत्युक्ते कोऽपि वदति वा, लालारसः इत्युक्ते किम् इति? वदतु भगिनि. सत्यं सत्यं, लालारसः सलैव मुखे, इन् द मौत्, मुखे, मुखेषु लालारसः समुत्पन्नः. सर्वेषां मुखेषु लालारसः समुत्पन्नः. आम्रफलम् अस्ति खलु, अतः अग्रे महोदय. सर्वे मन्दं वृक्षम् आरुह्य वानराः इव उपविष्टवन्तः. सर्वे मन्दं स्लोलि वृक्षं द्वितीयविभक्ति आरुह्य लिबन्त वानराः एव, लैक् द मङ्कीस् उपविष्टवन्तः. वृक्षेषु अथवा शाखासु, शाखासु उपविष्टवन्तः, उपविष्टवन्तः. समीचीनं महोदय. अग्रे. तानि पक्वार्फलानि खादन्तः रसम् आस्वादयन्तः आसन् ते. पक्वाम्रफलानि खादन्तः. शत्रुरूप बहुवचन खादन्तः पक्वाफलानि रसम् आस्वादयन्तः अपि शत्रुरूप बहुवचनम् अस्ति. ते आसन् किं कुर्वन् आसन्? ते आसन् किं कुर्वन् आसन्? ते पक्व आम्रफलानि खादन्तः रसम् आस्वादयन्तः आसन् ते इति. महोदय, आस्वादयन् इति एकवचने, आस्वादयन्तः बहुवचने. पठन् पठन् पठन्तौ पठन्तः इति रूपं भवति. निर्धनबालकः अपि तैः प्रेरितः सन् भयं त्यक्त्वा वृक्षम् आरूढवान्. सः निर्धनबालकः अपि वृक्षम् आरूढवान्. सः भयं त्यजति. सः अन्य बालकैः प्रेरितः अस्ति. तान् दृष्ट्वा सः चिन्तयति, अहमपि एतत् करोमि इति सः चिन्तयित्वा सः भयं त्यजति. सः अपि वृक्षम् आरूढवान्, आरोहति. अग्रे महोदय. सर्वे अपि आम्रफलं खादन्तः आत्मानं विस्मृतवन्तः. तत्र खादन्तः अपि तादृश एव अपि आम्रफलं खादन्तः आत्मानं तत्र विस्मृतवन्तः खादन्तः. तत्र खादन्तः खादन् इति रूपमस्ति, विस्मृतवन्तः कीदृशरूपमस्ति? विस्मृतवान् इति भूतकालं, बहुवचनं, विस्मृतवन्तः अन्यत् रूपमस्ति. खादन्तः अन्यत् रूपमस्ति. समीचीनम्. आत्मानम् इति तत्र विभक्ति का? द्वितीयविभक्ति. विस्मृतवन्तः. किं विस्मृतवन्तः? आत्मानं विस्मृतवन्तः. समीचीनं महोदय. तत्र आत्मन् इति पुल्लिङ्गशब्दः अस्ति. तत्र आत्मानम् इति बहुवचन द्वितीयविभक्तिरूपम् इति मन्ये. द्वितीयविभक्ति. आत्मानं दे फोर्गाट् देम्सेल्स् इति. आत्मा इति आत्मा परमात्मा तादृश अर्थः नास्ति. केवलं दे फोर्गाट् देम्सेल्स् इति तादृशरूपम्. आत्मानं विस्मृतवन्तः. समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी पठति वा? अहं प्रयत्नं करोमि महोदय. एतदेव अभ्यासः एव सर्वम् अत्र. भोजनाय गतेन उद्यानपालकेन तावता प्रत्यागतम्. भोजनाय. भोजनाय इत्युक्ते एतावत् चतुर्थी न कृतवन्तः, किन्तु भवती जानाति वा भोजनाय इत्युक्ते भोजनार्थं. भोजनार्थं चतुर्थी एव. चतुर्थी एव अत्र. भोजनार्थं भोजनाय गतेन. गतेन तृतीया. तत्र गतेन तृतीया अस्ति. उद्यान उद्यानपालकेन. गतेन उद्यानपालकः अस्ति. उद्यानपालकः अवगच्छति वा? अस्तु महोदय. गार्डन् कीपर्. समीचीनं. उद्यानपालकः, गार्डनर् अथवा वन् हू लुक्स् आफ्टर् द गार्डन् इति. सः गतः. किमर्थं गतः? सः भोजनार्थं गतः अथवा भोजनाय सः गतः. हि हेज् द वन् द गार्डनर् हू or the one who is looking after the garden, he left for lunch. Astu. Tena. Astu. Atra mahodaya visheshyam visheshyam. Aha. Gataha udhyana palakaha. Gatena udhyana palakena. Iti. Astu. Tavata. Tavata ichukte adhuna. Adhuna ichukte bhutakale adhuna. Satyam. Tavata. किम् तावता प्रत्यागतं. प्रत्यागतम् इत्युक्ते प्रत्यागतम्. तेन प्रत्यागतं. सः आगतवान् प्रत्यागतवान्. उद्यानपालकः, यः उद्यानपालकः भोजनाय गतवान् इदानीं सः प्रत्यागतवान्. अवगच्छति खलु? अस्तु महोदय. इदानीम् अग्रे. तं दूरादेव दृष्ट्वा झटिति वृक्षात् झटिति वृक्षात् केचन कूर्दनं कृतवन्तः. तम् इत्युक्ते कम्? तम् इत्युक्ते उद्यानपालकम्. तम् उद्यानपालकम् दूरात् एव. दूरात् एव इत्युक्ते दूरात् पञ्चमी. दूरात् पञ्चमी एव दृष्ट्वा इत्युक्ते फ्रम् फार्, हेविङ्ग् सीन् फ्रम् फार्. सः इदानीं न, सः प्रत्यागच्छति. प्रत्यागतवान् किन्तु निमिषद्वये अथवा निमिषत्रये सः प्रत्यागच्छति. इदानीं दूरः अस्ति, दूरे अस्ति सः, किन्तु तान् तं दूरात् एव दृष्ट्वा इदानीं समीपे न अस्ति किन्तु सः प्रत्यागच्छति. प्रत्यागच्छति. झटिति वृक्षात् केचन कूर्दनं कृतवन्तः. कूर्दनम् इत्युक्ते जम्प्. कूर्दति जम्प्. कूर्दनं कृतवन्तः. केचन कृतवन्तः. यतः यादृशं कश्चन खलु, कश्चन अत्र बहुवचने केचन. केचन महोदय वदतु. महोदय रघुपति महोदय महोदय, अत्र मम किञ्चित् संशयः अस्ति. कीदृशप्रयोगमस्ति, कीदृशः प्रयोगः अस्ति अत्र? तावता प्रत्यागतम् इति अस्ति महोदय, गतेन बालकेन प्रत्यागतम् इति. प्रत्यागतः किं? न न न, प्रत्यागतः न, प्रत्यागतः तत्र. पुनः महोदय, कर्मणि कर्मणि इति मया पठितं पुस्तकं, तेन प्रत्यागतम्. मया पठितं पुस्तकं तेन किमर्थं न भवति गतः इति? तत् विशेषणं नास्ति. तत्र गतः उद्यानपालकः. तत्र महोदय, तत्र कर्तृरूपम् अस्ति चेत् किं भवति? गतः उद्यानपालकः भोजनाय गतः उद्यानपालकः तावता प्रत्यागतः इति. तत्र प्रत्यागतः इति भवति. तत्तु कर्तृरूपम् अस्ति. अस्तु, अत्र कर्मणि अस्ति. अहं प्रत्यागतः अस्मि, किन्तु मया प्रत्यागतं, प्रत्यागतम्. अस्तु अस्तु अस्तु. किच्छन्ति चेत् भगिनि अग्रे. अन्ये केचन झटिति इत्युक्ते, सोरि, झटिति इत्युक्ते अव्ययपदं महोदय. झटिति झटिति क्विक्लि, क्विक्लि झटिति. वृक्षात्, वृक्षात् तत्र पञ्चमीविभक्ति अस्ति. भूरादेव तादृशं वृक्षात्, केचन वृक्षात् कूर्दनं, वृक्षात् कूर्दनं, जम्प्ड् फ्रम् द ट्री. केवलं जम्प् इति न, कूर्दनं, केवलं कूर्दनं न, वृक्षात् कूर्दनं कृतवन्तः. कृतवन्तः भूतकाले, कृतवन्तः बहुवचनं, बहुवचनं. समीचीनं भगिनि. अस्तु अग्रे. अन्ये केचन सर्पवत् श्रुत्वा अधः आगत्य पलायनं कृतवन्तः. अन्ये इत्युक्ते अदर्स्, केचन सर्पवत्, सर्पवत् इत्युक्ते सर्प इव श्रुत्वा, श्रुत्वा इत्युक्ते लिड् आन् द ग्राउण्ड् अधः अनुसरति इति अस्ति खलु, तादृशं सरति इति कृत्वा, करोति कृत्वा, सरति श्रुत्वा, अधः श्रुत्वा. अधः मीन् डौन्, दे मूव् डौन्. सर्पवत् श्रुत्वा अधः आगत्य, अधः आगत्य, लेपन्तं, पलायनं कृतवन्तः. पलायनम् इत्युक्ते रनवे, रनवे, एस्केप् इति. पलायनं, पलायनं कृतवन्तः, समीचीनम्. अग्रे. किन्तु अयं निर्धनबालः एतासु धूर्तक्रीडासु न निपुणः. किन्तु अयं निर्धनबालः, अयम् इत्युक्ते एषः, अयम् एषः, एषः निर्धनबालः. एतासु, एतासु सप्तमी क्रीडासु, एतासु स्त्रीलिङ्ग् महोदय, स्त्रीलिङ्ग स्त्रीलिङ्ग बहुवचनं महोदय. तत्र एकवचने प्रथमविभक्ति एकवचनरूपं किम् अस्ति? एतायां, न न, एक प्रथमविभक्ति, एक, ओ प्रथमविभक्ति, एकवचने. एता, न न, एषा, एषा, सोरि सोरि, एषा, एषा, एते, एताः. इदानीम् एतासु इति सप्तमीविभक्ति बहुवचनं, समीचीनं. किमर्थम् एषा इति अस्ति? तत्र अग्रे किमस्ति? धूर्त, धूर्त क्रीडा क्रीडा अपि च स्त्रीलिङ्ग् महोदय धूर्तक्रीडा तत्र एषा धूर्तक्रीडा विशेषणं विशेषभावः एषा धूर्तक्रीडा एतासु धूर्तक्रीडासु धूर्त इत्युक्ते कन्निङ्ग् सम्यक् नास्ति कन्निङ्ग् कन्निङ्ग् कन्निङ्ग् इति अथवा मिस्चिवस् तादृश यत् सम्यक् नास्ति साधु नास्ति क्रीडासु न निपुणः इत्युक्ते इन् इन् दिस् मिस्चिवस् बिहेवियर् लैक् दिस् न निपुणः निपुणः निर्धनः निपुणः इत्युक्ते एक्स्पर्ट् न निपुणः तत्र वयं दृष्टवन्तः खलु सप्तमीभक्तिरूपम् अस्ति चेत् वयं किं कर्तुं शक्नुमः कुत्र विश्वासः अस्ति निपुणता अस्ति सः एतेषु निपुणः एतेषु सः न निपुणः इति अत्र एतासु सः न निपुणः निपुणता प्रयोगः तस्मिन् सन्दर्भे सप्तमीभक्तिरूपम् अपेक्षितम् अस्ति क्रियापदम् आसीत् आसीत् सत्यं सत्यं वृक्षात् अवतीर्य धावन्नपि सः व्याघ्रः सदृशेन उद्यानपालकेन गृहीतः वृक्षात् अवतीर्य अवतीर्य ल्यप् महोदय समीचीनं आरोहति विपरीत अवतारः अवतरति वृक्षात् अवतरति अवतरति धावन्नपि सः धावति सः धावति धावन् धावन् इति अस्ति पठन् इति तादृशरूपं धावन् शत्रन्त एकवचनरूपं धावन् अपि अपि सः व्याघ्रः व्याघ्र सदृशेन तत्र प्रथमतया एतत् पठतु चिन्तयतु भगिनि सः गृहीतः सः गृहीतः ओके गृहीतः इत्युक्ते पकड्य गाट् सः गृहीतः इदानीं प्रश्नः अस्ति केन गृहीतः केन गृहीतः व्याघ्र न तत् पूर्वं केन गृहीतः उद्यानपालकः उद्यानपालकेन उद्यानपालकेन गृहीतः एषः बालकः उद्यानपालकेन गृहीतः एषः बाल तत्र चित्रं पश्यतु उद्यानपालकेन सः गृहीतः अस्ति खलु अस्तु किन्तु द्वितीय महोदय एतं बालकम् उद्यानबालकेन गृहीतः उद्यानपालकः एतं बालकं गृह्णाति किन्तु कर्मणि रूपम् अस्ति एषः बालकः उद्यानपालकेन गृहीतः अस्ति इति गृहीतः आसीत् इति सः बहु किमपि कर्तुं प्रयत्नं करोति खलु वृक्षात् अवतरति धावति किन्तु किं भवति सः गृहीतः एव सः पलायनं न कर्तुं शक्नोति सः गृहीतः केन गृहीतः उद्यानपालकेन सः गृहीतः कीदृश उद्यानपालकः लैक् अ हंटर् व्याघ्रः व्याघ्रः व्याधः न व्याघ्रः व्याघ्रः व्याधः इस् हंटर् व्याघ्रः व्याघ्रः कोऽपि जानाति वा व्याघ्रः इत्युक्ते ओ टैगर् शेर् टैगर् व्याघ्रः समीचीनं व्याघ्रपाद इति अस्ति खलु व्याघ्रः व्याघ्रसदृशेन उद्यानपालकेन गृहीतः एषः बालकः अस्तु समीचीनं भगिनि अस्तु धन्यवादः महोदय अग्रे शीतल भगिनि पठि तत्र वक्तुम् इच्छति वा अत्र शीतल भगिनी ऐ केन् रीड् बट् अस्तु अस्तु अस्तु अस्तु हा अस्तु अग्रे भानुचेतनी महोदय अग्रे पठति वा उद्यानपालकः इति उद्यानपालकः धूर्तबालानां क्रीडया बहुधा बहुधा कुपितः आसीत् कुपितः लघुवाक्यं लघुवाक्यं प्रथमं पश्यतु उद्यानपालकः कुपितः आसीत् कुपितः आसीत् बहुधा कुपितः बहुधा इत्युक्ते बहु इति तावदेव केन धूर्तबालकानां पीडया हा केन केन पीडया अथवा कया कया कया कुपितः सः पीडया पीडया इत्युक्ते पीडा पीडा इत्युक्ते अत्र किं भवति स्त्रीलिङ्ग अतः पीडा इत्युक्ते पीडा इत्युक्ते पेन् हा पीडया हा कस्य पीडया धूर्तबालानां हा धूर्तबालानां पीडया बहुधा कुपितः अस्ति अथवा आसीत् हा समीचीनं महोदय हा अग्रे कदाचित् वा ते गृहीतव्याः इति तस्य चिन्तनम् आसीत् कदापि अहं तान् गृह्णामि इति सः चिन्तितवान् सः अद्य प्रायशः न श्वः किन्तु कदापि अहं तान् गृह्णामि एव इति सः चिन्तितवान् तस्य मनसि एतत् एतादृशं चिन्तनम् आसीत् अवगच्छति खलु महोदय दुर्दैववशात् अयं बालः गृहीतः कृतः बालः यः अस्ति अन्ये सर्वे पलायनं कृतवन्तः केवलम् एषः एव गृहीतः बालः अस्ति तम् आकर्षन् सः उद्यानपालकः क्रोधेन अगच्छत् आकर्षन् आकर्षयति इति आकर्षति इति ड्रा टुवर्ड्स् वन् सेल्फ् पुल् टुवर्ड्स् हिम् अट्राक्ट् अपि आकर्षः करेक्ट् सत्यं सत्यं कृष्ण इति कृष्णात् क्रोधेन अगर्जत् अगर्जत् अहो त्वं छात्रः ननु तत्र किम् अस्ति तत्र एतत् लघुवाक्यं पश्यामः तत्र लज्जा न भवति वा इति प्रश्नः किं लज्जा न भवति कस्य लज्जा न भवति तव लज्जा न भवति कीदृश तव कुर्वतः तव कीदृश तव कुर्वतः तव तव इति विभक्ति का षष्टि महोदय षष्टि त्वम् इति पदस्य षष्टि तत्र कुर्वतः अपि षष्टिरूपम् अस्ति कुर्वन् त्वं कुर्वन् अस्ति कुर्वतः तव महोदय प्रातिपदिकं किं महोदय कुर्वत् कुर्वत् भवत् भवान् भवतः कुर्वन् पठन् बालकः तादृशं पठन् त्वं पठन् त्वं पठन् गच्छसि तस्य हा तस्य पठतः बालकस्य इति हा तादृशरूपम् अत्र कुर्वतः हा बालकः हा कुर्वन् बालकः कुर्वतः बालकस्य तादृशम् अत्र कुर्वतः तव चौर्यकार्यं कुर्वतः तव किं लज्जा न भवति इति प्रश्नः. समीचीनं वा महोदय? समीचीनं. हा अस्तु. शीतल भगिनी तत्र अवगच्छति खलु? शीतल भगिनी कथाम् अवगच्छति खलु? किञ्चित् किञ्चित् अवगच्छति. अस्तु. तत्र भूतकाल क्रियापद न जानामि. अस्तु किञ्चिदेव आङ्ग्ल. हा अस्तु अस्तु. हा अग्रिमवर्गे एतत् कुर्मः. इदानीं समयः जातः. हा तत्र किञ्चिदेव अस्ति, तद् अग्रिमवर्गे कुर्मः. तत्र एकवारं पुनः एतां कथां पठन्तु अग्रिमवर्गे. किञ्चित् आङ्ग्लभाषायामपि वदामः किं किम् अस्ति इति. अस्तु समयः जातः. अस्तु अग्रिमवर्गे मिलामः. सर्वेषां धन्यवादः. धन्यवादः. धन्यवादः. रघुपति महोदय एकनिमिष.